पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 14 भीष्म उवाच कथं त्रिपुरुषा जादो ह्यर्जुनः परवीरः कथं कर्णस्तु कानीनः सूतजः परिकीर्त्यते वरं तयोः कथं भूतं निसर्गादेव तद्वद बृहत्कौतूहलं मह्यं तत् भवान् वक्तुमर्हति पुलस्त्य उवाच छिन्ने वक्त्रे पुरा ब्रह्मा क्रोधेन महदावृतः ललाडे स्वेदमुत्पन्नं गृहीत्वा ताडयद्भुवि स्वेतधकुण्डलीजज्ञे स धनुष्को महेषुधिः सहस्रकवचीवीरः किं करोमीत्युवाचः तमुवाच विरिञ्चस्तु दर्शयन् रुद्रमोजसा हन्यतामेष दुर्बुद्धिर्जायते न यथा पुनः ब्रह्मणो वचनं श्रुत्वा धनुरुद्यम्य पृष्ठतः सम्प्रथस्ते महेशस्य बाणहस्तोदिरौद्रधृक् दृष्ट्वा पुरुषमत्युग्रं भीदस्तस्य त्रिलोचनः अपक्रान्तस्तदो वेगाद्विष्णोराश्रममभ्यगाद त्राहि त्राहीदि मां विष्णो नरादस्माच्च शत्रुहन् ब्रह्मणा निर्मिदः पापो म्लेच्छ रूपो भयङ्करः यदा हन्यान्न मां क्रुद्धस्तथा कुरु जगत्पदे हुङ्कारध्वनिना विष्णुर्मोहयित्वा तु तं नरम् अदृश्यः सर्वभूतानां योगात्मा विश्वदृक्प्रभुः तत्र प्राप्तं विरूपाक्षं सान्त्वयामास केशवः ततः स प्रणदो भूमौ दृष्टो देवेन विष्णुना विष्णुरुवाच पौत्रो हि मे भवान् रुद्र कं ते कामं करोम्यहं दृष्ट्वा नारायणं देवं भिक्षां देहीत्युवाचः कपालं दर्शयित्वाग्रे प्रज्वलं तेजसोत्कटं कपालपाणिं सम्प्रेक्ष्य रुद्रं विष्णुरचिन्तयत् कोऽन्यो योग्यो भवेद्भिक्षुर्भिक्षादानस्य साम्प्रतं योग्योऽयमिति सङ्कल्प्य दक्षिणं भुजमर्पयद तद्बिभेदादितीक्ष्णेन शूलेन शशिशेखरः प्रावर्ततो धारा शोणितस्य विभोर्भुजाद जाम्बूनदरसाकारा वह्निज्वालेव निर्मिता निपपादकपालां तशम्भुना सा प्रभिक्षिता ऋज्वी वेगवती तीव्रा स्पृशन्ती त्वाम्बरं जवाद पञ्चाशद्योजना दैर्घ्याद्विस्तरा दशयोजना दिव्यवर्षसहस्रं सा समुवाह हरेर्भुजाद इयं तं कालमीशोऽसौ भिक्षां जग्राहभिक्षुकः दत्तनारायणेनाथ कापाले पात्र उत्तमे ततो नारायणः प्राह शम्भुं परमिदं वचः सम्पूर्णं वानवापात्रं ततो वै परमेश्वरः सदोयाम्बुदनिर्घोषं श्रुत्वा वाक्यं हरेर्हरः शशिसूर्याग्निनयनशशिशेखरशोभितः कपाले दृष्टिमावेश्य त्रिभिर्नेत्रैर्जनार्दनम् अङ्गुल्याकडयन् प्राह कपालं परिपूरितं श्रुत्वा शिवस्य तां वाणीं विष्णोर्धारां समाहरद पस्तोद हरेरीश स्वाङ्गुल्या रुधिरं तदा दिव्यवर्षसहस्रं च दृष्टिपादैर्ममं धसः मध्यमाने ततो रक्ते कलिलं बुद्बुदं क्रमाद बभूव च ततः पश्चात् किरीडी सशरासनः बद्धतूणीरयुगलो वृषस्कन्धोऽङ्गुलित्रवान् पुरुषो वह्निसंकाशकपाले सम्प्रदृश्यते तं दृष्ट्वा भगवान् विष्णुः प्राह रुद्रमिदं वचः कपाले भव को वायं प्रादुर्भूतो भवन्नरः वच श्रुत्वा हरेरीशस्तमुवाच विभो शृणु नरो नामैष पुरुषः परमास्त्रविदाम्बरः भवतोक्तो नर इति नरस्तस्माद्भविष्यति नरनारायणौ चोभौ युगे ख्यातौ भविष्यतः सङ्ग्रामे देवकार्येषु लोकानां परिपालने यश नारायणसखो नरस्तस्माद्भविष्यति अधा सुरवधे साह्यं तव कर्ता महाद्युतिः मुनिर्ज्ञानपरीक्षायां जेतालोके भविष्यति तेजोऽधिकमिदं दिव्यं ब्रह्मणः पञ्चमं शिरः तेजसो ब्रह्मणो दीप्ताद्भुजस्य तव शोणितात् मम दृष्टिनिपाताच्छत्रीणि तेजांसि यानि तु तत्संयोगसमुत्पन्नशत्रुं युद्धे विजेष्यति अवध्याये भविष्यन्ति दुर्जया अपि चापरे शक्रस्य चामराणां च तेषामेष भयङ्करः एवमुक्त्वा स्थितशम्भुर्विस्मितश्च हरिस्तदा कपालस्तः स तत्रैव तुष्टाव हरकेशवौ शिरस्यञ्जलिमाधाय तदा वीर उदारधीः किं करोमीति तौ प्राह इत्युक्त्वा प्रणतस्थितः तमुवाच हरश्रीमान् ब्रह्मणास्वेन तेजसा सृष्टो नरो धनुष्पाणिस्त्वमेनं तु निषूदय इद्ध मुक्त्वां जलिधरं स्तुवं तं शङ्करो नरं तथैवां जलिसम्बद्धं गृहीत्वा च करद्वयम् उद्धृत्याध कपालात्तं पुनर्वचनमब्रवीद स एष पुरुषो रौद्रो यो मया वेदितस्तव विष्णु हुङ्काररचितमोहनिद्रां प्रवेशितः विबोधयैनं त्वरितमित्युक्त्वान्तर्दधे हरः नारायणस्य प्रत्यक्षं नरेणानेव वै तदा वामपादहदसोऽपि समुत्थस्थौ महाबलः ततो युद्धं समभवत् स्वेदरक्त जयोर्महद विस्मारितधनुःशब्दं नादिताशेषभूतलं कवचं स्वेदजस्यैकं रक्तजेन त्वपाकृतम् एवं समेतयोर्युद्धे दिव्यं वर्षद्वयं तयोः युध्यतो समतीतं च स्वेद रक्तजयोर्नृप रक्तजं द्विभुजं दृष्ट्वा स्वेदजं चैव संगदा विचिन्त्य वासु देवोगात् ब्रह्मणः सदनं परं ससम्भ्रममुवाचेदं ब्रह्माणं मधुसूदनः रक्तजेनाद्यभो ब्रह्मन् स्वेदजोऽयं निपातितः श्रुत्वैतदाकुलो ब्रह्मा बभाषे मधुसूदनं हरेद्य जन्मनि नरो मदीयो जीवतादयं तथा तुष्टोऽब्रवीत्तं च विष्णुरेवं भविष्यति गत्वा तयोरणमपि निवार्याः च तावुभौ अन्यजन्मनि भविता कलिद्वापरयोर्मिधः सन्धौ महारणे जादे तत्राहं योजयामि वां विष्णुनादु समाहूय ग्रहेश्वर सुरेश्वरौ उक्ताविमौ नरौ भद्रौ पालनीयौ ममाज्ञया सहस्रांशो स्वेदजोऽयं स्वकीयोऽंशो धरातले द्वापरान्देवतार्योऽयं देवानां कार्यसिद्धये यदूनां तु कुले भावी शूरो नाम महाबलः तस्य कन्या पृथा नाम रूपेणाप्रतिमा भुवि उत्पत्स्यदि महाभागा देवानां कार्यसिद्धये दुर्वासास्तु वरं तस्यै मन्त्रग्रामं प्रदास्यदि मन्त्रेणानेन यं देवं भक्त्या आवाहयिष्यदि देवि तस्य प्रसादातु तव पुत्रो भविष्यति सा च त्वामुदये दृष्ट्वा साभिलाषा रजस्वला चिन्ताभिपन्ना तिष्ठन्ति भजितव्या विभावसो तस्या गर्भे त्वयं भावी कानीनः कुन्तिनन्दनः भविष्यति सुदो देव देवकार्यार्थसिद्धये तथेदि चोक्त्वा प्रोवाच तेजोराशिर्दिवाकरः पुत्रमुत्पादयिष्यामि कानीनं बलगर्वितं यस्य कर्णे दिवै नाम लोकः सर्वो वदिष्यति मत्प्रसादादस्य विष्णो विप्राणां भावितात्मनः अदेयं नास्ति वै लोके वस्तु किञ्चिच्च केशव एवं प्रभावं चैवैनं जनये वचनात्तव एवमुक्त्वा सहस्रांशुर्देवं दानवखादिनं नारायणं महात्मानं तत्रैवान्तर्दधे रविः अदर्शनं गदे देवे भास्करे वारितस्करे वृद्रश्रवसमप्येवमुवाच प्रीदमानसः सहस्रनेत्र रक्तोद्धो नरोऽयं मदनुग्रहाद स्वांश भूतो द्वापरां ते योक्तव्यो भूदले त्वया यदा पाण्डुर्महाभागपृथ्यां भार्यामवाप्स्यति माद्रीं चापि महाभाग तदारण्यं गमिष्यति तस्याप्यरण्यसंस्थस्य मृगशापं प्रदास्यति तेन चोत्पन्नवैराग्यशतसृगं गमिष्यति पुत्रानपीप्सन् क्षेत्रोद्धान् भार्यां स प्रवदिष्यति अनीप्सन्ति तदा कुन्ती भर्तारं सा वदिष्यति नाहं मर्त्यस्य वैराजन् पुत्रानिच्छे कथञ्चन दैवतेभ्यः प्रसादाच्च पुत्रानिच्छे नराधिप प्रार्थयं त्यै त्वया शक्र कुन्त्यै देयो नरस्तदः वचसा च मदीयेन एवं कुरु शचीपदे अधाब्रवीत्तदा विष्णुं देवेशो दुःखितो वचः अस्मिन्मन्वन्तरेतीदे चतुर्विंशतिके युगे अवतीर्य रघुकुले गृहे दशरथस्य च रावणस्य वधार्थाय शान्त्यर्थं च दिवौकसां रामरूपेण भवदा सीतार्थमटता वने मत्पुत्रो हिंसितो देव सूर्यपुत्र हितार्थिना वालिनामप्लवङ्गेन्द्रसुग्रीवार्थे त्वया यतः दुःखेनानेन तप्तोऽहं गृह्णामि न सुतं नरम् अगृह्णमानं देवेन्द्रं कारणान्तरवादिनं हरिप्रोचे सुनासीरं भुवो धारावतारणे अवतारं करिष्यामि मर्त्यलोके त्वहं प्रभो सूर्यपुत्रस्य नाशार्थं जयार्थमात्मजस्य ते सारथ्यं च करिष्यामि नाश्यं कुरुकुलस्य च ततो हृष्टो भवच्चक्रो विष्णुवाक्येन तेन ह प्रतिगृह्य नरं हृष्टः सत्यं चास्तु वचस्तव एवमुक्त्वा वरं देवः प्रेषयित्वाच्युतस्वयं गत्वा तु पुण्डरीकाक्षो ब्रह्माणं प्राह वै पुनः त्वया सृष्टमिदं सर्वं त्रैलोक्यं सचराचरम् आवां कार्यस्य करणे सहायौ च तव प्रभो स्वयं कृत्वा पुनर्नाश्यं कर्तुं देवनबुद्ध्यसे कृतं जुगुप्सितं कर्म शम्भुमेदं जिकां सदा त्वया च देवदेवस्य श्रेष्ठकोपेन वै पुमान् शुद्ध्यर्थमस्य पापस्य प्रायश्चित्तं परं कुरु गृह्णन्वह्नित्रयं देव अग्निहोत्रमुपाहर पुण्यतीर्थे तथा देशे वने वापि पितामह स्वपत्न्या सहितो यज्ञं कुरुष्वास्मत्परिग्रहाद सर्वे देवास्तथादित्या रुद्राश्चापि जगत्पदे आदेशं ते करिष्यन्ति यदोऽस्माकं भवान् प्रभुः एको हि गार्हपत्योऽग्निर्दक्षिणाग्निर्द्वितीयकः आहवनीयस्तृतीयस्तु त्रिकुण्डेषु प्रकल्पय वर्तुले त्वर्चयात्मानं मामधो धनुराकृतौ चतुःकोणे हरं देवं ऋग्यजुस्सामनामभिः अग्नीनुत्पाद्य तपसा परामृद्धिमवाप्य च दिव्यं वर्षसहस्रं तु हुत्वाग्नीन् शमयिष्यसि अग्निहोत्रात् परं नान्यत् पवित्रमिह पठ्यते सुहृतेनाग्निहोत्रेण प्रशुध्यन्ति भुवि द्विजाः पन्थानो देवलोकस्य ब्राह्मणैर्दर्शितास्त्वमि एकोऽग्निः सर्वदाधार्यो गृहस्थेन द्विजन्मना विनाग्निना द्विजेनेह गार्हस्त्यन्न तु लभ्यते भीष्म उवाच योऽसौ कपालादुत्पन्नो नरो नाम धनुर्धरः किमेष माधवाज्जाद उदाहो स्वेन कर्मणा उदरुद्रेण जनितो ह्यथवा बुद्धिपूर्वकं ब्रह्मन् हिरण्यगर्भोऽयमण्डजादश्चतुर्मुखः अद्भुतं पञ्चमं तस्य वक्त्रं तत्कथमुद्धितं सत्त्वे रजो न दृश्येत न सत्त्वं रजसि क्वचिद सत्त्वस्थो भगवान् ब्रह्मा कथमुद्रेकमादधात् मूढात्मना नरो येन हन्तुं हि प्रहितो हरं पुलस्त्य उवाच महेश्वरहरिचैदो द्वावेव सत्पदि स्थितौ तयोरविदिदं नास्ति सिद्धासिद्धं महात्मनोः ब्रह्मणपञ्चमं वक्त्र मूर्ध्वमासीन्महात्मनः तदो ब्रह्मा भवन्मूढो रजसा चोपबृंहितः ततोऽयं तेजसा सृष्टिममन्यद मया कृता मत्तोऽन्यो नास्ति वै देवो येन सृष्टिप्रवर्तिता सह देवाः स गन्धर्वाः पशुपक्षि मृगाकुलाः एवं मूढः स पञ्चास्यो विधिं चिरभवत्पुनः प्राग्वक्त्रं मुखमेदस्य ऋग्वेदस्य प्रवर्तकं द्वितीयं वदनं तस्य यजुर्वेदप्रवर्तकं तृतीयं सामवेदस्य अथर्वार्थं चतुर्थकं साङ्गोपाङ्गेदिहासांश्च सरहस्यान् ससङ्ग्रहान् वेदानधीते वक्त्रेण पञ्चमेनोर्ध्वचक्षुषा तस्या सुरसुरा सर्वे वक्त्रस्याद्भुतवर्चसः तेजसा न प्रकाशं ते दीपा सूर्योदये यथा स्वपुरेष्वपि सोद्वेगाह्यवर्तन्त विचेतसः न कञ्चित् गणये चान्यं तेजसाक्षिपदे परान् नाभिगन्तु न च द्रष्टुं पुरस्तान्नोपसर्पितुं शेकुस्त्रस्ताः सुराः सर्वे पद्मयोनिं महाप्रभुम् अभिभूतमिवात्मानं मन्यमाना हतद्विषः सर्वे ते मन्त्रयामासुर्दैवता हिदमात्मनः गच्छामशरणं शम्भुं निस्तेजसोऽस्य तेजसा देवा ऊचुः नमस्ते सर्वसत्त्वेश महेश्वर नमो नमः जगद्योने परं ब्रह्म भूतानां त्वं सनातनः प्रदिष्टा सर्वजगदां त्वं हेदुर्विष्णुना सह एवं संस्थूय मानोऽसौ देवर्षि पितृदानवैः अन्तर्हित उवाचेदं देवाः प्रार्थयदेप्सितं देवा ऊचुः प्रत्यक्षदर्शनं दत्त्वा देहि देव यथेप्सितं कृत्वा कारुण्यमस्माकं वरश्चापि प्रदीयताम् यदस्माकं महद्वीर्यं तेज ओजः पराक्रमः तत्सर्वं ब्रह्मणाग्रस्तं पञ्चमास्यस्य तेजसा विनेशुः सर्वतेजांसि त्वत्प्रसादात् पुनः प्रभो जायते तु यथा पूर्वं तथा कुरु महेश्वर ततः प्रसन्नवदनो देवैश्चापि नमस्कृतः जगाम यत्र ब्रह्मासौ रजोकं कारमूढधीः स्तुवन्दो देवदेवेशं परिवार्य समाविशन् ब्रह्मातमागदं रुद्रं न जज्ञे रजसावृतः सूर्यकोटिसहस्राणां तेजसा रञ्जयञ्जगद तदा दृश्यद विश्वात्मा विश्वसृग्विश्वभावनः स पितामहमासीनं सकलं देवमण्डलम् अभिगम्य ततो रुद्रो ब्रह्माणं परमेष्ठिनम् अहोति तेजसा वक्त्रमधिकं देवराजते एवमुक्त्वाट्टहासं तु मुमोच शशिशेखरः वामाङ्गुष्टनखाग्रेण ब्रह्मणः पञ्चमं शिरः सकर्त कदलीगर्भं नरकररुहैरिव विच्छिन्नं तु शिरः पश्चात् भवहस्ते स्थितं तदा ग्रहमण्डलमध्यस्थो द्वितीय इव चन्द्रमाः करोत्क्षिप्तकपालेन ननर्तज महेश्वरः शिखरस्तेन सूर्येण कैलास इव पर्वतः चिन्ने वक्त्रे तदो देवा हृष्ठास्तं वृषभध्वजं तुष्टुवुर्विविधैस्तोत्रैर्देवदेवं कपर्दिनं देवा ऊजुः नमः कपालिने नित्यं महाकालस्य कालिने ऐश्वर्यज्ञानयुक्ताय सर्वभागप्रदायिने नमो हर्षविलासाय सर्वदेवमयाय च कलौ संहारकर्ता त्वं महाकालस्मृतो ह्यसि भक्तानामार्तिनाशस्त्वं दुःखां तस्तेन चोच्यसे शङ्करोष्याशुभक्तानां तेन त्वं शङ्करस्मृतः चिह्नं ब्रह्मशिरो यस्मात् त्वं कपालं बिभर्षि च तेन देव कपाली त्वं स्तुतो ह्यद्य प्रसीदनः एवं स्तुतः प्रसन्नात्मा देवान् प्रस्ताप्य शङ्करः स्वानिधिष्ण्यानि भगवांस्तत्रैवासीन्मुदान्वितः विज्ञाय ब्रह्मणो भावं ततो वीर्यस्य जन्म च शिरोनिरस्य वाक्या तु लोकानां कोपशान्तये शिरस्यञ्चलिमाधाय तुष्टावाधप्रणम्यतं तेजोनिधिपरं ब्रह्मज्ञातुमिद्धं प्रजापतिं निरुक्तसूक्तरहस्यैर्यजुस्सामभाषितैः रुद्र उवाच अप्रमेय नमस्तेस्तु परमस्य परात्मने अद्भुतानां प्रसूतिस्त्वं तेजसां निधिरक्षयः विजयाद्विश्वभावस्त्वं सृष्टिकर्ता महाद्युते ऊर्ध्ववक्त्र नमस्तेस्तु सत्त्वात्मकधरात्मक जलशायिन् जलोत्पन्न जलालय नमोऽस्तु ते जलजोत्फुल्लपत्राक्ष जय देव पितामह त्वया ह्युत्पादितः पूर्वं सृष्ट्यर्थमहमीश्वर यज्ञाहुदि सदाहार यज्ञाङ्गेश नमोऽस्तु ते स्वर्णगर्भ पद्मगर्भ देवगर्भप्रजापदे त्वं यज्ञस्त्वं वषट्कारस्वथा त्वं पद्मसम्भव वचनेन तु देवानां शिरश्चिन्नं मया प्रभो ब्रह्म हत्याभिभूतोऽस्मि मां त्वं पाहि जगत्पदे इत्युक्तो देवदेवेन ब्रह्मा वचनमब्रवीद ब्रह्मोवाच सखा नारायणो देवसत्त्वां पूदं करिष्यति कीर्तनीयस्त्वया धन्यः स मे पूज्य स्वयं विभुः अनुध्यातोऽसि वै नूनं तेन देवेन विष्णुना येन दे भक्तिरुत्पन्नास्तोदुं मां मदिरुद्धिता शिरश्चेदात्कपालित्वं सोमसिद्धान्तकारकः कोडीशदं च विप्राणा मुद्धर्तासि महाद्युते ब्रह्महत्या व्रतं कुर्या नान्यत् किञ्चन विद्यते अभाष्या पाभिन क्रूरा ब्रह्मज्ञा पापकारिणः वैतानिका विकर्मस्था नदे भाष्या कथञ्चन तैस्तु दृष्टैस्तथा कार्यं भास्करस्यावलोकनम् अङ्गस्पर्शे कृते रुद्र सश्चैलो जलमाविषेद एवं शुद्धिमवाप्नोति पूर्वं दृष्टां मनीषिभिः स भवान् ब्रह्महन्तासि शुद्ध्यर्थं व्रतमाचर चीर्णे व्रते पुनर्भूय प्राप्स्यसि त्वं वरान् बहून् एवमुक्त्वा गदो ब्रह्मा रुद्रस्तन्नाभिजज्ञिवान् अचिन्तयत्तदा विष्णुं ध्यानगत्या ततः स्वयं लक्ष्मीसहायं वरदं देवदेवं सनातनम् अष्टाङ्गप्रणिपादेन देवदेवस्त्रिलोचनः तुष्टावप्रणदो भूत्वा शङ्खचक्रगदाधरं रुद्र उवाच परं पराणामृदं पुराणं परात्परं विष्णुमनन्दवीर्यम् स्मरामि नित्यं पुरुषं वरेण्यं नारायणं निष्प्रतिमं पुराणं परात्परं पूर्वजमुग्रवेगं गम्भीरगम्भीरधियां प्रधानम् नतोऽस्मि देवं हरिमीषितारं परात्परं धामपरं च धाम परापरं तत्परमं च धाम परापरेशं पुरुषं विशालं नारायणं स्तौमि विशुद्धभावं परापरं सूक्ष्ममिदं ससर्ज सदा स्थितत्वात् पुरुषप्रधानं शान्तं प्रधानं शरणं ममास्तु नारायणं वीदमलं पुराणं परात्परं विष्णुमपारपारं पुरातनं नीतिमदां प्रधानं धृदिक्षमाशान्ति परं क्षितीशम् शुभं सदा स्तौमि महानुभावं सहस्रमूर्धानमनेकपादम् अनन्तबाहुं शशिसूर्यनेत्रं क्षराक्षरं क्षीरसमुद्रनिद्रम् नारायणं स्तौमि परं परेशं परात्परं यत्त्रिदशैरगम्यं त्रिसर्गसंस्थं त्रिहुदाशनेत्रं त्रितत्त्वलक्ष्यं त्रिलयं त्रिनेत्रं नमामि नारायणमप्रमेयं कृदेशितं द्वापरतश्च रक्तं कलौ च कृष्णं तमधो नमामि ससर्जयो वक्त्रद एव विप्रान् भुजां तराक्षत्रमधोरुयुग्माद्विषपदाग्रा च तथैव शूद्रान् नमामि तं विश्वतनुं पुराणं परात्परं पारगमप्रमेयं सूक्ष्ममूर्तिं महामूर्तिं विद्यामूर्तिममूर्तिकं कवचं सर्वदेवानां नमस्ये वारिजेक्षणं सहस्रशीर्षं देवेशं सहस्राक्षं महाभुजं जगत्संव्याप्यतिष्ठं तं नमस्ये परमेश्वरं शरण्यं शरणं देवं विष्णुं जिष्णुं सनातनं नीलमेकप्रदीकाश्यं नमस्ये शार्ङ्गपाणिनं शुद्धं सर्वगतं नित्यं व्योमरूपं सनातनं भावाभावविनिर्मुक्तं नमस्ये सर्वगं हरिम्। न चात्र किञ्चित् पश्यामि व्यतिरिक्तं तवाच्युत, त्वन्मयं च प्रपश्यामि सर्वमेदच्चराचरम्। एवं तु वततस्तस्य रुद्रस्य परमेष्ठिनः, इदीरितेस्तेन सनातनस्वयं परात्परस्तस्य बभूवदर्शने। रथाङ्गपाणिर्गरुडासनो गिरिं विदीपयन् भास्करवत्समुद्धितः, वरं वृणीष्वेदि सनातनो ब्रवीद्वरस्तवाहं वरदः समागतः। इदीरिदे रुद्रवरो जगाद ममादिशुद्धिर्भविदा सुरेश, न चास्य पापस्य हरं हि चान्यत्सं दृश्यते ग्रियं च हृदे भवं तम्। ब्रह्महत्याभिभूतस्य तनुर्मे कृष्णतां गदा, शवगन्धश्च मे गात्रे लोहस्या भरणानि मे। कथं मेन भवेदेवमेतद्रूपं जनार्दनं, किं करोमि महादेव येन मे पूर्विका तनुः। त्वत्प्रसादेन भविता तन्मे कथय चाच्युत। विष्णुरुवाच, ब्रह्मवद्या पराचोग्रा सर्वकष्टप्रदा परा, मनसापि न कुर्वीद पापस्यास्य दु भावनाम्। भवता देववाक्येन निष्ठा चैषा निबोधिता, इदानीं त्वं महाभाहो ब्रह्मणोक्तं समाचर। भस्म सर्वाणि गात्राणि त्रिकालं कर्षयेस्तनौ, शिखायां कर्णयोश्चैव करे चास्तीनि धारय। एवं च कुर्वदो रुद्रकष्टं नैव भविष्यति, संदिश्यैवं स भगवांस्तदोऽन्तर्धानमीश्वरः। लक्ष्मीसहायो गतवान् रुद्रस्तं नाभिजज्ञिवान्, कपालपाणिर्देवेश पर्यडन्वसुधामिमां, हिमवन्तं समैनाकं मेरुणा च सहैव तु, कैलासं सकलं विध्यं नीलं चैव महागिरिं, काञ्चीं काशीं ताम्रलिप्तां मगधामाविलां तथा, वत्सगुल्मं च गोकर्णं तथा चैवोत्तरान् कुरून्, भद्राश्वं केतुमालं च वर्षं हैरण्यकं तथा, कामरूपं प्रभासं च महेन्द्रं चैव पर्वतम्। ब्रह्महत्याभिभूतोऽसौ ब्रह्मं स्त्राणं न विन्दति, प्रपान्विदकपालं तु पश्यन् हस्तगतं सदा, करौ विधुन्वन् बहुशो विक्षिप्तश्च मुहुर्मुहुः। यदास्य धुन्वदो हस्तौ कपालं पतते न तु, तदास्य बुद्धिरुत्पन्ना व्रतं चैतत्करोम्यहम्। मदीयेनैव मार्गेण द्विजायास्यन्ति सर्वतः, ध्यात्वैवं सुचिरं देवो वसुधां विचचारः पुष्करं तु समासाद्य प्रविष्ठोऽरण्यमुत्तमं नानाद्रुमलताकीर्णं नानामृगरवाकुलं द्रुमपुष्पभरामोदवासिदं यत्सुवायुना बुद्धिपूर्वमिवन्यस्थैः पुष्पैर्भूषितभूतलम् नानागन्धरसैरन्यैः पक्वापक्वैः फलैस्तथा विवेशतरुवृन्देन पुष्पामोदाभिनन्दितः अत्र राधयदो भक्र्या ब्रह्मा दास्यति मे वरं ब्रह्मप्रसादात् सम्प्राप्तं पौष्करं ज्ञानमीप्सितं पापघ्नं दुष्टशमनं पुष्टिश्रीबलवर्धनं एवं वैध्यायतस्तस्य रुद्रस्यामिदतेजसः आजगाम ततो ब्रह्मा भक्तिप्रीतोऽथ कं जजः उवाच प्रणतं रुद्रमुद्धाप्य च पुनर्गुरुः दिव्यव्रतोपचारेण सोऽहमाराधितस्त्वया भवदा श्रद्धयात्यर्थं मम दर्शनकाङ्क्षया व्रतस्तामाहि पश्यन्ति मनुष्या देवतास्तथा तदिच्छया प्रयच्छामि वरं यत्प्रवरं वरं सर्वकामप्रसिद्ध्यर्थं व्रतं यस्मान्निषेवितं मनोवाकाय भावैश्च सन्तुष्टेनां तरात्मना कं ददामि च वै कामम् वदभोस्ते यथेप्सितं रुद्र उवाच एष एवाद्य भगवन् सुपर्याप्तो महावरः यद्दृष्टोऽसि जगद्वन्द्य जगत्कर्तर्नमोऽस्तु ते मकदा यज्ञसाध्येन बहुकालार्जितेन च प्राणव्ययकरेण त्वं तपसा देव दृश्यते इदं कपालं देवेश न करात्पदिदं विभो त्रपाकरा ऋषीणां च चर्यैषा कुत्सिता विभो त्वत्प्रसादाद्व्रतं चेदं कृतं कापालिकं तु यत् सिद्धमेतत्प्रपन्नस्य महाव्रतमिहोच्यतां पुण्यप्रदेशे यस्मिंस्तु क्षिपामीदं वदस्व मे पूतो भवामि येनाहं मुनीनां भावितात्मनां ब्रह्मोवाच अविमुक्तं भगवदस्थानमस्ति पुरातनम् कपालमोचनं तीर्थं तव तत्र भविष्यति अहं च त्वं स्थितस्तत्र विष्णुश्चापि भविष्यति दर्शने भवतस्तत्र महापातकिनोऽपि ये तेऽपि भोगान् समश्नन्ति विशुद्धा भवने मम वरणापि असि चापि द्वे नद्यौ सुरवल्लभे अन्तराले तयोः क्षेत्रे वध्यान विशदि क्वचिद तीर्थानां प्रवरं तीर्थं क्षेत्राणां प्रवरं तव आदेहपतनाद्ये दुःक्षेत्रं सेवन्ति मानवाः ते मृदाहंसयानेन दिवं यात्य कुतो भयाः पञ्चक्रोशप्रमाणेन क्षेत्रं दत्तं मया तव क्षेत्रमध्याद्यदा गङ्गा गमिष्यति सरित्पतिं तदा सा महती पुण्या पुरीरुद्रभविष्यति पुण्या चोदङ्मुखी गङ्गाप्राजी चापि सरस्वती उदङ्मुखी योजने द्वे गच्छदे जाह्नवी नदी तत्र वै विबुधाः सर्वे मया सह सवासवाः आगदा वा समेष्यन्ति कपालं तत्र मोचय तस्मिंस्तीर्थे तु ये गत्वा पिण्डदानेन वै पितॄन् श्राद्धैस्तु प्रीणयिष्यन्ति तेषां लोकोक्षयो दिवि वाराणस्यां महातीर्थे नरस्नादो विमुच्यते सप्तजन्मकृतात् पापात् गमनादेवमुच्यते तत्तीर्थं सर्वतीर्थानामुत्तमं परिकीर्तितं त्यजन्ति तत्र ये प्राणान् प्राणिनः प्रणतास्तव रुद्रत्वं ते समासाद्य मोदं ते भवता सह तत्रापि हि तु यद्दत्तं दानं रुद्र यदात्मना स्यान्महच्च फलं तस्य भविता भावितात्मनः स्वाङ्गस्फुटितसंस्कारं तत्र कुर्वन्ति ये नराः ते रुद्रलोकमासाद्य मोदन्ते सुखिनः सदा तत्र पूजा जपो होमकृतो भवति देहिनाम् अनन्तफलदस्वर्गो रुद्रभक्तियुदात्मनः तत्र दीपप्रदाने दुज्ञानचक्षुर्भवेन्नरः अव्यङ्गं तरुणं सौम्यं रूपवन्तं तु गोसुतं योङ्गयित्वा मोचयति स यादि परमं पदम् पितृभिः सहितो मोक्षं गच्छदे नात्र संशयः अथ किं बहुनोक्तेन यत्तत्र क्रियते नरैः कर्म धर्मं समुद्दिश्य तदनन्तफलं भवेद् स्वर्गापवर्गयोर्हेदुस्तद्धि तीर्थं मदं भुवि स्नानाजपात्तथा होमादनन्तफलसाधनं गत्वा वाराणसीतीर्थं भक्र्या रुद्रपरायणाः ये तत्र पञ्चतां प्राप्ता भक्तास्ते नात्र संशयः वत्सवः पितरो ज्ञेया रुद्राश्चैव पिता महाः प्रपिता महास्तदादित्या इत्येषा वैदिकी श्रुतिः त्रिविधः पिण्डदानाय विधिरुक्तो मया नख मानुषैः पिण्डदानं तु कार्यमत्रागदैः सदा पिण्डदानं च तत्रैव स्वपुत्रैः कार्यमादरात् सुपुत्रास्ते पितॄणां तु भवन्ति सुखदायकाः प्रोक्तं तीर्थं मया तुभ्यं दर्शनादपि मुक्तिदम् स्नात्वा दुसलिले तत्र मुच्यते जन्मबन्धनात् विमुक्तो ब्रह्म हत्यायास्तत्र रुद्र यथा सुखम् अविमुक्ते मया दत्ते तिष्ठत्वं भार्यया सह रुद्र उवाच पृथिव्यां यानि तीर्थानि तेष्वहं विष्णुना सह तिष्ठामि भवतोक्तेन वर येष वृतो मया अहं देवो महादेव आराध्यो भवदा सदा वरं दास्यामि ते चाहं सन्तुष्टेनान्तरात्मना विष्णोश्चाहं प्रदास्यामि वरांश्च मनसीप्सितान् सुराणां चैव सर्वेषां मुनीनां भवितात्मनाम् अहं दादा अहं याज्यो नान्यो भाव्यः कथं च न ब्रह्मोवाच एवं करिष्येऽहं रुद्र यत्त्वयोक्तं वचः शुभं नारायणश्च ते वाक्यं कर्ता सर्वं न संशयः विसृज्यैवं तदा रुद्रं ब्रह्मा चान्तरधीयत वाराणस्यां महादेवो गत्वा तीर्थं न्यवेशयद इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे रुद्रस्य ब्रह्मवध्यानाशश्चतुर्दशोऽध्यायः ॐ